अस्तु, सम्यक्। नमस्सर्वेभ्यः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। तिङ् प्रत्ययानां सिद्धिः इत्यस्य द्वितीयभागे स्मः वयं। गतसप्ताहे वयं लङ् लकाराणां सिद्धप्रत्ययाः साधितवन्तः। अत्र सर्वसामान्यसूत्रमस्ति नित्यं नितः इतश्च तस्तस्तमेपां तां तं तामः इति सूत्रत्रयं सामान्यसूत्रं। सर्वेषु ङित्लकारेषु तस्य प्रसक्तिः अस्ति। यदा बाधा नास्ति चेत् तस्य कार्यमपि तेषां कार्यमपि तत्र भवति एव। नित्यं नितः वदति ङित्लकारेषु उत्तमपुरुषप्रत्ययस्य अन्त्यसकारस्य लोपः भवति इति नित्यं नितः वदति। तत्र अस्माकं प्रत्ययः उत्तमपुरुषप्रत्ययः अस्ति बस् मस् इति मूलप्रत्ययः, तत्र अन्त्यसकारस्य लोपः भवति, व म इत्येव अवशिष्यते तत्र। अनन्तरम् इतश्च इति सूत्रमस्ति, तत् सूत्रं वदति ङित् लकारेषु यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययाः सन्ति तस्य अन्त्य इकारस्य लोपः भवति इति सूत्रं वदति। अतः तत्र अस्माकं टि स्थाने, जि स्थाने, सि स्थाने इत्युक्ते प्रथमपुरुष एकवचनं, बहुवचनम्, अनन्तरं मध्यमपुरुष एकवचनं, तत्र अस्य प्रसक्तिः अस्ति। मिप् प्रत्ययः अपि ह्रस्व इकारान्तप्रत्ययः एव, परन्तु तत्र इतश्च तत् सूत्रं प्रभात्य तस्तस्तमेपां तान्तं तामः कार्यं करोति इति दृष्टवन्तः। अनन्तरं तस्तस्तमेपां तान्तं तामः इति सूत्रमस्ति, तदतु तस्थाने, थस्थाने, थ स्थाने, मित् स्थाने आदेशाः भवन्ति इति दृष्टवन्तः। अतः सर्वसामान्यसूत्रत्रयं ङित् लकारेषु नित्यं नितः, इतश्च, अनन्तरं तस्तस्तमेपां तान्तं तामः इति। अनन्तरं वयं जोन्तः इति अपि सूत्रं दृष्टवन्तः। तत्तु तस्य प्रसक्तिः तु लट्लकारे अपि आसीत्। तत्र जकारस्य स्थाने अन्त् इति आदेशः भवति इति दृष्टवन्तः। अनन्तरं कार्याणि तु भवन्ति एव। इदानीं वयम् अग्रे सरामः। तत्र नित्यं नितः पर्यन्तं वयं पठितवन्तः। इदानीं संयोगान्तस्य लोपः इति सूत्रमारभ्य अद्य पठामः। अस्तु, श्रीवल्ली भगिनि आरम्भं करोति वा? आं भगिनि, संयोगान्तस्य लोपः, यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति। अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य। संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुव्रीहिः, तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं। पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः इति। यस्य पदस्य अन्ते संयोगः अस्ति, संयोगः तस्य पदस्य अन्तिमवर्णस्य लोपः भवति। सामान्यसूत्र अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य। संयोगः अन्ते अस्ति हल् देर् इस् नो गेप् बिट्वीन् टु हल् लेटर्स् सूत्रं द्वयोः हल् वर्णयोः मध्ये यदा अच् वर्णः नास्ति चेत् थैंक्यू। ओ संयोगान्तस्य अन्तिमवर्णस्य लोपः भवति। पदस्य कुत्र अस्य प्रसक्तिः कुत्र अस्ति इदानीं वयं यदा पश्यामः तत्र कुत्र अस्ति? सिद्धप्रत्ययः अस्ति किल, लङि सिद्धप्रत्ययाः इति, तत्र वदतु भगिनि, तत् दृष्ट्वा वदतु। इष्टवान् इष्टं त अम्बामः अत्र प्रथमपुरुषस्य बहुवचने जोन्तः इति सूत्रेण अन्त् इति आदेशः भवति इदानीं वदतु आं भगिनि अन्त् अन्त् नकार तकार संयोगस्य अन्तिमवर्ण तकारस्य लोपः भवति अन् एव अवशिष्यते जोन्तः आं भगिनि सम्यक् अतः संयोगान्तस्य पदस्य लोपः अग्रिममपि पठतु भगिनि भगिनि अत्र एकनिमिषम् अत्र सर्वत्र भवति वा पदस्य संयोग अन्त्यस्य संयोगः अस्ति चेत् संयोगः अस्ति चेत् पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः अवश्यं भवति महोदय सर्वत्र इत्युक्ते तिङ् प्रत्यये एव सर्वत्र न भवति अन्यत्र न भवति पदसंज्ञा यत्र यत्र अस्ति सुप् तिङन्तम् एव पदं किल यत्र यत्र पदसंज्ञा अस्ति तत्र तत्र भवति एव आम् यत्र संयोगः अस्ति चेत् किं भवति तत्र नियमः अस्ति यदा द्वौ वर्णौ संयोगः अस्ति वर्णत्रयं संयोगः अस्ति चेत् कथं निर्णयं करणीयम् इति नियमः अस्ति अग्रे आगच्छति प्रथमप्रायः अन्तिम एव स्वीकरणीयं प्रथमं त्यक्तव्यम् इति तत्रापि एकं सूत्रम् इदानीं मनसि न आगच्छति राजेन्द्रमहोदय सहायं करोतु कृपया सूत्रमस्ति किमपि महोदय स्मरति वा क्यूरियोसिटि एव ओ क्षम्यतां मम मनसि इदानीं न आगच्छति सूत्रमस्ति महोदय तत्र एकं तु अस्ति स्कोः संयोग आदे अन्ते च तत्र सकारः ककारः तत्र संयोग पूर्वं वर्णमस्ति तत्र सकारककारस्य एव लोपः भवति अपि च राक्षस्य तत्रापि परन्तु यदा हल् वर्णद्वयं त्रयम् इत्यस्य संयोगः अस्ति चेत् तत्र प्रथमवर्णं त्यक्तव्यं द्वितीयवर्णमेव स्वीकरणीयम् इति किमपि नियमः अस्ति अहं चिन्तयित्वा वदामि महोदय यावत् तत् कोऽपि बाधा न अस्ति तत् स्कोः संयोगाद् तत् सूत्रम् अत्रास्य तत् आगत्य कार्यं न करोति तत् वर्णद्वयम् एव मिलित्वा तत् संयोगः भवति मम सा मम अवगमनं तत्र किमपि अस्ति अहं चिन्तयित्वा वदामि तत्र नियमः तु मनसि अस्ति परन्तु सूत्रं विस्मृतवती ध्येयं यत् अत्र इतश्च तस्तस्तामिपां तां तन् तामः इति द्वयोः सूत्रयोः प्रसक्तिः विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति नाम परसूत्रं बलवत् विप्रतिषेधः इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः परन्तु इतश्च इति सूत्रं वदतु सम्यक् एव इतश्च इति सूत्रं तस्तस्तामिपां तान्तन् तामः इति सूत्रद्वयोः सूत्र विप्रतिषे परं कार्यं वा ये प्रसक्तिः तुल्यबले सूत्रे स्तः प्रथमं अस्य प्रसक्तिः इति किञ्चित् पश्यामः तत्र मिप् इति अस्ति किल तत्र एव स्टार् द्वयम् अस्ति अम् इति आदेशः इत्यनेन अम् इति लङ् प्रत्ययः निष्पन्नः इति तत्र एव तस्य तस्मिन् विषये एव अत्र दत्तमस्ति इदानीं वदतु. आम् मिप् इति प्रत्ययस्य विषयः द्वौ सूत्रौ प्रसक्तिः अस्ति, परन्तु विप्रश्येत् समान तुल्यबले सूत्रे कार्यं कर्तुम् आयातः परसूत्रस्य कार्यं पूर्वं भवति. अत्र तस्तस्तामिपां तान्तन् तामः परसूत्रम्, तत्र तस्तस्तामिपां तान्तन् तामः सूत्रस्य बलवत् मिप् स्थाने अम् आदेशः भवति. तदेव विप्रतिषेधे परं कार्यम् इति बहुमुख्यसूत्रमस्ति. विप्रतिषेधः इत्युक्ते यदा सूत्रद्वयं समानकाले समानसमये आगच्छति कार्यं कर्तुं, तत्र परसूत्रं परं कार्यम् इति दत्तमस्ति किल, परसूत्रमेव तत्र बलवत् भवति. अत्र विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्यायामेव तस्य कार्यं भवति, त्रिपाद्यां तस्य कार्यं न भवति. अनन्तरं समानकाले तुल्यबले इति दत्तमस्ति. तुल्यबलम् इत्युक्ते यदा वयं स्वीकुर्मः इदानीम् इतश्च तस्तस्तमेपां तान्तं तामः, इतश्च अत्र यदा मित् स्थाने अम् इति आदेशः अस्मिन् स्थले तस्य कार्यं न भवति चेत् अपरेषु स्थलेषु अपि तस्य कार्यं भवति एव किल. यदा वयं दृष्टवन्तः तिप् सिप् जि तत्र तस्य कार्यं तु अस्ति एव इतश्च इत्यस्य कार्यम्. अनन्तरं तस्तस्तमिपां तान्तं तामः इति सूत्रमपि अस्मिन् स्थले न कार्यं करोति चेत् अन्यत्रापि तस्य कार्यम् अपरेषु स्थलेषु अपि तस्य कार्यं भवति एव. तस्थाने थस्थाने अनन्तरं यदा वयं दृष्टवन्तः लङ् विधिलिङ् अन्य ङित् प्रत्ययेषु अपि तस्य कार्यं भवति एव, लोट् अपि तस्य कार्यम् अस्ति एव. अतः तत्र द्वयोः सूत्रयोः अन्यत्र अवकाशः अस्ति, अतः तुल्यबलम् अस्ति. बलम् इत्युक्ते सूत्रयोः बलं तुल्यमस्ति, समानबलम् अस्ति, अतः तत्र परसूत्रस्य कार्यं पूर्वं भवति इति वदति. यदा अपवादः इति वदामः चेत् तत्र तस्मिन् विषये अपि चिन्तनीयम्. अपवादः इत्युक्ते अपरेषु स्थलेषु तस्य कार्यं तस्य प्रसक्तिः न भवति, तादृशस्थलेषु एव अपवादः इति वदामः. परन्तु यत्र तुल्यबलः अस्ति, तुल्यबलम् अस्ति चेत् तत्र परसूत्रमेव बलवत् भवति. अपवादः अनन्तरं पूर्वसूत्रं परसूत्रं द्वयोः अपि भेदः अस्ति. अपवादः अस्ति चेत् सामान्यसूत्रम् अपवादसूत्रम्, सामान्यसूत्रमपि कार्यं कर्तुम् आगच्छति, अपवादसूत्रं तत् प्रभाद्य कार्यं करोति. अपवादसूत्रस्य सूत्रद्वयस्य एकस्य सूत्रस्य अन्यत्र कार्यं लब्ध अवकाशः कार्यम् एव न भवति चेत् तत्र अपवादः इति वदामः. परन्तु यदा सूत्रद्वयमपि अन्येषु स्थलेषु तस्य कार्यं भवति, तुल्यबलमस्ति, समानकले आगच्छति चेत् परसूत्रमेव बलवत् इति मनसि भवेत्. बहु मुख्यबिन्दुः अस्ति विप्रतिषेधः इत्यस्य, तदेव अर्थः समानबलम् इत्येव अर्थः. स्पष्टमस्ति वा? आं भगिनि, उदाहरणं वदतु भगिनि. अनेकाश्चित् सर्वस्य निच्च अपवादः, परन्तु अत्र इतश्च तस्तस्तमिपां तान्तमः समानबल तुल्यबले तुल्यबलं विप्रतिषेधः अस्ति. सम्यक्, आं सम्यक् एव, आम् उत्तमं, धन्यवादः भगिनी. राजेन्द्रमहोदय. आं भगिनि, अत्र परस्मैपदे विधिलिङ्गकारस्य तिङ्प्रत्ययः अस्ति. अत्र मूलं तु अस्ति तिप् तस् झि सिप्थस्थ मिप् वस्मस् मूल तिङ्प्रत्ययाः सन्ति तिप् तस् झि सिप्थस्थ मिप् वस्मस् चुटु सूत्रेण यथा प्रकरणे वयं दृष्टवन्तः प्रत्ययस्य आधौ चवर्गी चजञ अथवा टवर्गी टठ ढढण वर्णः भवति चेत् तस्य वर्णस्य इति संज्ञा भवति यदा नौल् भू अवशिष्यते. नियमाः लङ्लकारस्य कृते ये त्रयः नियमाः उक्ताः ते नियमाः सर्वेषु नित्सु लकारेषु उपयुक्ताः. विधिलिङ्ग नित् लकारः अस्ति अतः अत्र अपि येषां त्रयाणां प्रसक्तिः. इतश्च इति इलोपः तस्थस्थमिपां तान् तान् तन्ताम् इति तां तं त अम् इति एते आदेशाः नित्यं नितः इति वसि मसि च सकारलोपः. एकं किञ्चित् नियमाः अत्र दत्ताः, तत्र प्रथमम् अस्ति तत् लङ्लकारस्य यत् किमपि लङ्लकारे वयं पठितवन्तः ये त्रयः नियमाः सूत्रे सूत्राणि कार्यं कुर्वन्ति तत्र अत्रापि विधिलिङ्ग कृते अपि ते सूत्राणि कार्यं कुर्वन्ति. तत्र यदि यदि विधिलिङ्ग अपि लिङ्ग लिङ्लकारः एव प्रकारः अस्ति तत्कारणात् तत्र इतश्च यत्र ईलोपः भवति यथा तिप् सिप् प्रत्यये कृते तस् थस् थ मिपां तान् तन्ताम् इति तस् थस् थ मिप् मिपां मिप् मिप् प्रत्ययेषु तत्र तत्र तान् तां तं त आम् आम् अम् अम् आदेशः भवति अपि च नित्यं नितः यत्र वसि वसि मसि तत्र प्रत्ययेषु उत्तमपुरुषे द्वितीय द्विवचन अपि च बहुवचनरूपे तत्र वस् मस् अस्ति तत्र सकारस्य लोपः भवति नित्यं नितः. तत् वकारः अपि व प्रत्ययः अपि च व म प्रत्ययः सिद्ध तिङ्प्रत्ययः आगच्छति तत्र विधिलिङ्गकारे अपि च लङ्लकारे अपि. द्वितीयमपि पठतु महोदय. अस्तु अस्तु भगिनि. जि स्थाने जुस् जुस् आदेशः अत्र जकारस्य स्थाने इत् संज्ञा लोपश्च अत्र जुस् यदा आगच्छति तत्र जकारस्य लो चुटु सूत्रेण तत् इत्संज्ञा भूत्वा तत् लोपः भवति अपि च उस् एव अवशिष्यते. तृतीयम् अस्मिन् लकारे प्रमुखं कार्यम् इदं यत् यासुट् आगमः भवति प्रत्ययात् प्राक्. अस्मिन् विधिलिङ्गलकारे यासुट् यासुट् आगमः भवति प्रत्ययात् पाक् तत्र अनुबन्धलोपे सति यास् इति शिष्यते. तत्र यासुट् आगमः आदेशः भवति अग्रे अग्रे सूत्रमस्ति दत्तमस्ति. तत्र यासुट् यदा आगच्छति तत्र टकारस्य लोपः भवति इत्संज्ञा भूत्वा लोपः भवति अपि च यास् एव तत्र यास् एव अवशिष्यते. यदि अङ्गम् अदन्तं तर्हि तस्य याड् यासुडागमस्य स्थाने ई आदेशः भवति. अङ्गं यथा अदन्तम् अस्ति यथा भवादिगणे तुदादिगणे दिवादिगणे पठितवन्तः तत् अदन्तम् अङ्गं सन्ति तत्र चुरादिगणे अपि तत्र यासुट् यथा यत्र अदन्तमस्ति विधिलिङ्ग अत्र अत्र यासुट् स्थाने तत् ई आदेशः भवति. यथा पठ् योग अ योग यास् योग त पठ् योग अ योग ई यास् स्थाने ई आदेशः यत् पठ् योग इत् ई यकारः लोपः भवति, इत् संज्ञा भूत्वा लोपः भवति, इत् एव अवशिष्यते, तत् इत् ते अन्ततो गत्वा मिलित्वा वर्णमेलं मिलित्वा पठेत् पठेत् रूपं रूपं भवति अत् अतः अकारः तु शप् प्रत्ययात् आगच्छति, तत् कारणात् कृत्वा तत् गुणकार्यं भवति, पठेत् पठेत् इकारस्य गुणकार्यं भूत्वा तत् पठेत् इति भवति रूपम्. क्षम्यतां भगिनि, कारः एव तकारः एव गुणप्रेरक पकारः तत् अस्ति, तत् कारणात् पित्वा पित्वा तत्र तकारेण तत् इकारस्य एकारः भवति, पठेत् रूपं निष्पन्नं भवति गुणसन्धि. भगिनि एकः सन्देशः, ई इति प्रत्ययस्य आदेशः यकार इति इट्लेट नास्ति अनेन अनेन सूत्रेण यासुट् इति स्थाने ई इति आदेशः भवति. ई इति प्रत्ययस्य यकारः इट्लेटर् नास्ति, नास्ति नास्ति तत्र भिन्नसूत्रं कार्यं भिन्नसूत्रमस्ति. तत्र यासुट् इति आगमः तु भवति एव सूत्रेण, अनन्तरं तत्र टकारस्य इत्संज्ञा भूत्वा यास् इति अवशिष्यते, अनन्तरं यदा अङ्गम् अदन्तम् अस्ति चेत् तत्र यासु यास् इत्यस्य स्थाने य इति आदेशः य. तत्र यदा य इति आदेशः भवति तत्र यकारस्य लोपः भिन्नसूत्रेण भवति, भिन्नसूत्रेण भवति. अनन्तरम् इत् इति पठेत् इति रूपम् आगच्छति, तत्र गुणसन्धिः भवति. आम्, आद्गुणः इति सूत्रेण गुणसन्धिः भवति. आम्, सम्यक्. गुणवर्णः तु नास्ति किल तत्र, क्षम्यतां, गुणकार्यं तु नास्ति एव, वर्णकार्यमेव सन्धिकार्यं, पट्योगः अयोगः इय इदानीम् इत् इति भवति, पठेत् इति अकार इकारयोः गुणसन्धि आद्गुणः इति सूत्रेण अतः पठेत् इति भवति. अस्तु, तत्र नियमत्रयं, तत्र तृतीय नियमस्य प्रथमभागः एव अस्माकं प्रसङ्गः अस्ति इदानीम्, अदन्तम् अङ्गं भुआदिगणे, चुरादिगणे, तुदादिगणे, दिवादिगणे, किल. आम्, तत्र तस्य प्रसङ्गः एव इदानीम् अस्ति, अतः यासूट् एव आगमः प्रत्येकस्मात् प्रत्ययात् प्राक् भवति, पूर्वं भवति. अनन्तरं अनुबन्ध, यदा अहम् उक्तवती यास् आगच्छति, तत्र यास्थाने इय इति आदेशः भवति. यकारलोपः कथं गच् इति वयं पश्यामः, तदेव प्रथमबिन्दुः एव अस्माकं प्रसङ्गः अस्ति. द्वितीयबिन्दुः यद् दत्तमस्ति तद् यदा वयम् अनदन्ताङ्गविषये पठामः तस्मिन् समये तस्य प्रयोगः भवति. तत्र इय यत् आदेशः अदन्त अङ्गेषु भवति यास्थाने, तद् न भवति अनदन्त अङ्गेषु. यदा वयं चिनु इति धातुः स्वीकुर्मः चेत् धातुः नास्ति, अङ्गं चिनु इति अङ्गं, तत्र यास् इति यद् आगमः भवति तस्मिन् स्थाने इय इति आदेशः न भवति. किमर्थम् इत्युक्ते अङ्गं तु अनदन्तम् अस्ति, चिनुयात् इत्येव रूपम् आगच्छति. अतः बि पार्ट् यदा वयम् अग्रे द्रक्ष्यामः तस्मिन् समये तत् स्मारणीयम्. इदानीं प्रथमबिन्दुः एव, तृतीय नियमस्य प्रथमबिन्दुः एव अस्माकं प्रसङ्गः. अत्र प्रथमबिन्दुः किं दृष्टवन्तः इत्युक्ते, यदा वयं नियमत्रयम् इति यदा अहम् उक्तवती इदानीं, तदेव पुनः भवति, इतश्च ई लोपः तस्तमेपां तान्तन्तामः नित्यं नितः, तस्य कार्यं पूर्णतया अत्रापि भवति. किमर्थम् इत्युक्ते लिङ् अपि नित्लकारः. अनन्तरम् इदानीं नूतनकार्यं द्वितीयनियमः, जीस्थाने जुस् इति आदेशः. इदानीं पर्यन्तं वयं किं दृष्टवन्तः, जी स्थाने अन्त् जोन्तः सूत्रेण. इदानीं किञ्चित् भिन्नकार्यं, जी स्थाने जुस् इति आदेशः विधिलिङ् लकारेषु भवति. सूत्रं वयम् अग्रे द्रक्ष्यामः, परन्तु मनसि भवेत् विधिलिङ् लकारेषु जी स्थाने जुस् इति आदेशः. अस्तु भगिनि, अत्र अत्र यासुटागम् अस्ति किल, तत् अनेकाल् अस्ति चेत् तकारस्य अपि लोप अनेकालस्य सम्पूर्णस्य भवति भवति किल, सम्पूर्णस्य तकारापि तकारापि तकारस्य अपि प्रत्ययस्य आदेश इति अस्ति किल यासुट् इति, तकारस्य अपि लोप भवति वा? तकारस्य सर्वदा तकारस्य लोपः भवति एव किल महोदय, हलन्ति सूत्रेण. तिप् अस्ति तत्र इतश्च इति सूत्रेण तकार एव अवशिष्यते, तकार. अस्तु, अनन्तरं सर्वत्र यासुट् आगम इति भवति किल, अस्ति आदेशः, आगम. अस्तु अस्तु अस्तु, आगम आदेशः नास्ति, अनेकाल् अस्ति एव, परन्तु अनेकाल् चित् सर्वस्य इत्यस्य प्रसङ्गः नास्ति. टित् अस्ति, टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य पूर्वं. सम्यक्, आम् आगमः आदेशः नास्ति. अस्तु, आम् भवान् एव पठतु महोदय चतुर्थबिन्दु. चतुर्थबिन्दु, यदा इय आदेशः भवति तदा वलादिषु वलादिषु प्रत्ययेषु परेषु यकारलोपः भवति. पटयोग इय पटयोग इय योग तकार त पठेदिति. अजादिषु तु यथावत् पटयोग इय योग उः इति पठेयुः इति भवति. वलादिषु वलादिप्रत्ययेषु इदं कार्यं भवति, नाम यकारं विहाय हलादिषु, अतः अपि वलादिः अजादिः अवलादिः इति प्रदर्श्यते. अस्तु, अत्र इ आदेशः भवति या स्थाने इ आदेशः, तत्र यकारस्य लोपः भवति यथा अग्रे वल् प्रत्ययार्थ वर्णः अस्ति चेत्, वल् प्रत्ययार्थवर्णः अस्ति चेत् अत्र तकार अस्ति अथवा वल् प्रत्ययार्थवर्णः अस्ति. वल् इत्युक्ते हयवरट् हयवरट् वल् अस्ल् सर्व यकारविहाय सर्व भवति सर्वाणि हल् सर्वाः हल् वर्णाः हल् वर्णानि सारि सर्वाणि हल् वर्णानि तत्र आगच्छति, अतः यकारस्य लोपः भवति इति अन्यसूत्रेण लोपोर् लोपः वयोर्वलि किमपि अस्ति लोपो व्योर्वलि व्योर्वलि. अस्तु, तर्हि नियमान् अनुसृत्य कार्यम् एवं. अस्तु, अत्र वल् प्रत्ययः नास्ति चेत् तस्य लोपः यकारस्य लोपः न भवति, यथा यथा बहुवचने पट् अन्त् अस्ति तत्र जुस् आदेशः एकनिमिषं जी स्थाने जुस् तत्र अस्ति अस्ति अस्तु उकार एव अस्ति, अतः वल् वल् वल् नास्ति प्रत्याहार, अतः वल् प्रत्याहारस्य वर्णः नास्ति, अतः तस्य लोपः न भवति, पटेयुः एव अवशिष्यते अवलादिः अवलादिः. अस्तु, इदानीं तर्हि नियमानुसृत्य कार्यम् एवं. तिप् पकारलोपः ति भवति, तस्य लोपः भवति इतश्च सूत्रेण ई लोपः भवति, त एव अवशिष्यते. अनन्तरं तस्य स्थाने अदन्ताङ्गकृते यास् आदेशः, यास् आदेशः भवति अदन्ताङ्गानां कृते यासुट् आगमः आगमः भवति, अतः तस्य यास्थाने इय इ आदेशः तकारवलादिः अतः यकारस्य लोपः ईशिश् अवशिष्यते ईशिष्यते ईयोग योग अवशिष्यते एव न अस्तु ईयोग इत् इति विदिलिङ्गप्रत्ययः निष्पन्नः अस्तु मूलप्रत्यय तिप् तिप् द्वारा कथम् इत् अन्तिम अन्तिमरूपं सिद्ध्यति इति वयं दृष्टवन्तः इदानीं द्वितीयमस्ति द्विवचने तस् इत्यस्ति अत्र अत्र ताम् आदेशः वयं दृष्टवन्तः तत् तत् समीपं तं तं तामः इति आदेश ताम् भवति अत्रापि ये आदेश अत्रापि एकनिमिषं यासुटागम् अत्रापि भवति किल भवति यासुटागं भूत् यासुटागम तस्य स्थाने यासस्थाने ई आदेशः ई आदेशः भवति अनन्तरं यकारस्य लोपः भवति यस् लेकारस्य लोपः भवति किमर्थमिति चेत् ताम् अस्ति अतः इताम् इति एव अवशिष्यते लोपोर्वयोर्वलिः इति सूत्रेण यकारस्य लोपः तामपि वलादिः तामपि वलादिः वलादिः अतः यकारस्य लोपः इताम् इति अन्तिमं सिद्धतिं प्रत्ययः इदानीं जि अत्र जुस् आदेशः जकारस्य लोपः भवति चुटु इति सूचना उस् एव अवशिष्यते इदानीम् उस् उस् अस्ति यासुट् आगमः भवति यासुट् स्थाने यास् स्थाने ये आदेशः ई आदेश परन्तु यकारस्य लोपः न भवति किमर्थमिति चेत् अवलादिः अस्ति उकार अतः यु यु यु इहु इहु इत्येव अवशिष्यते सकारस्य किमस्ति अन्ते अन्ते विसर्गः भवति सकारस्य करवसने विसर्जनीय इति सूत्रे सकारस्य लोपः इत्संज्ञा न भवति वा कुत्र इयुस् इयुस् इत्यत्र एकनिमिषम् इयुस् अस्ति इयुस् स्थाने अस्तु परं न रुः रुः अस्ति सकारस्य फसुजोस् रुः इति सूत्रमस्ति सकारस्य लोपः न भवति किमर्थं सकारस्य लो सकारस्य प्रथमं नविभक्तौ स्म अस्ति तदेव सम्यक् सकारस्य कदापि न भवति इति विसर्जनीयः इति इदानीं सिप् अग्रे पठामि वा सिप् तस्थ करोतु अनन्तरं सिप् ओके सिप् अस्ति तत्र सिक सि इति इकश्च इति सूत्रेण ई लोपः सकार अस्ति वलादि अस्ति अतः वलादिः अतः यकारलो सकारः वलादिः अस्ति अतः यासुट् इय यासुट् स्थाने या स्थाने इ आदेश यकारस्य लोपः इस् एव अवशिष्यते इदानीं सचोस् रुः रुत्वम् अपि च विसर्गः करवसाने विसर्जनीय इति तस् तत्रापि तस्थाने तम् आदेशः तं वलादिः अस्ति अतः यासोट् इय यासुट् नन्तरम् इ आदेश इयस् तं सारि अस्तु इ आदेश अस्तु इ आदेश इयतं यकारस्य लोपः भवति वलादिः तकार अनन्तरं थकार अन्तिमं प्रत्यय अस्ति सिद्धप्रत्यय इतम् इति इदानीं तम् ता अस्ति तत्र ता आदेशः अस्ति ता वलादिः अस्ति अतः यासोट् इय अनन्तरं यकारस्य लोपः अतः इत एव अवशिष्यते अन्तिमरूपम् इत इति सिद्धतिं प्रत्ययः उत्तमम् धन्यवादः महोदय श्रीवल्लि भगिनि अन्तिमत्रयं करोतु मिप् मिप् प्रत्ययस्य स्थाने अम् आदेशः तन्तामिपां तान्तं तामः इति सूत्रेण अम् आदेशः भवति अम् इति अजादिः नाम अवलादिः तस्य कारणेन यकारस्य लोपः न भवति अतः इ इत्यस्य यकारलोपो न इयम् इति विधिलिङ्ग् प्रत्ययः निष्पन्नः, इयम् इति सिद्धप्रत्ययः मित् स्थाने इयं वस् सकारलोपः वा वलादिः, अतः इय इत्यस्य यकारलोपः, ईयोगः वायोगः इव इति विधिलिङ्ग् प्रत्ययः निष्पन्नः. उत्तमपुरुषस्य सकारस्य लोपः नित्यं नितः इति सूत्रेण वा एव अवशिष्यते. वकार वलादिः इत्यस्य यकारस्य लोपः भवति, ईयोगः वा इति इव इति सिद्धप्रत्ययं भवति. तत्र सकारलोपः कस्य सूत्रेण इति वदतु भगिनि. सकारस्य उत्तमपुरुषस्य वस्मस् नित्यं नित् नित्यं नितः वस्मत् सर्वदा नित्यं नितः मनसि भवति. नित्यं नितः मस् इति प्रत्ययस्य सकारलोपः, मा वलादिः, अतः इय इत्यस्य यकारलोपः, ईयोगः मा इमा इति विधिलिङ्ग् प्रत्ययः निष्पन्नः, ओ इमा इति सिद्धप्रत्ययः भवति. पूर्णतया एकवारं पठतु भगिनि विधिलिङ्ग् सिद्धप्रत्ययः. विधिलिङ्ग् सिद्धप्रत्ययः इत् इताम् इयुः, इह इतम् इता, इयम् इव इमा. सर्वे स्थाने इय इति आदेशः भवति सर्वे प्रत्ययेषु सर्वत्र. तत्र प्रथमसूत्रं पठतु, अनन्तरं वदतु कुत्र तस्य प्रसक्तिः इति अपि. आम् जेजुस् लिङ्ग् लकारस्य झि इत्यस्य स्थाने जुस् आदेशः भवति. जेः षष्ठन्त्यं जुस् प्रथमान्तं द्विपदमिदं सूत्रं. जेः जुस् सो झि उत्तम प्रथमपुरुषस्य बहुवचने प्रत्ययस्य झि झि स्थाने जुस् आदेशः भवति. सो झि जुस् जुस् पर जुस्थाने आसुटागमः परन् ई आदेशः भवति. इयुः ओ अवलादिः जोन्तः ओके जोन्तः अपवादसूत्रः ओके जी प्रत्ययस्य विषये जेजुस् सूत्रं प्रसक्तिः अस्ति, कार्यं भवति. जोन्तः इत्यस्य अपवादः इत्युक्ते जेर्जुस् अपवादसूत्रम्. आं भगिनि सर्वदा जेर्जुस् अत्र कार्यं न करोति चेत् तस्य कार्यम् अन्यत्र न भवति. लिङ्ग्लकारस्य एव विधिलिङ्ग् इत्यस्य एव तस्य कार्यम्. अतः लिङ्ग्लकारस्य जीस्थाने जुस् आदेशः इति कृत्वा अन्यत्र तस्य लब्ध अवकाशः नास्ति इति कृत्वा तद् अपवादसूत्रं. जोन्तः इति सामान्यसूत्रं, तस्य कार्यं तु सर्वत्र भवति एव किल. अतः तद् सामान्यसूत्रं. तत्र अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयतु भगिनि. लिङ्गः ओके जोन्तः इति अस्य अपवादः. लिङ्गः सीयुट् इत्यस्मात् लिङ्गः इति अस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. लिङ्गः लस्य जेः झुस् सो अत्र येन विधिः तदन्तस्य आगच्छति लिङ्गः लस्य विशेषणं. लिङ्गः जेः जुस् आदेशः भवति. तत्र येन विधिस्तदन्तस्य इत्यस्य कार्यं न भवति. किमर्थम् इत्युक्ते सूत्रे एव दत्तमस्ति जि इत्यस्य स्थाने जुस् आदेशः इति. जि इति प्रत्ययस्य स्थाने जुस् इति साक्षात् दत्तमस्ति. अतः तत्र वयम् अन्यत्र किमपि प्रत्ययस्य ग्रहणं न आवश्यकम् इति कृत्वा येन विधिस्तदन्तस्य तत्र कार्यं न करोति. परन्तु अन्यत् सूत्रं कीदृश आदेशः, एकाल् वा अनेकाल् वा, जेः अनेकाल् अनेकाल् सर्वस्य इति सूत्रेण इयसुटागमः भवति. तत्र लिङ्गः लस्य जेः कस्यां विभक्त्याम् अस्ति? लिङ्गः षष्ट्यन्तं, लस्य षष्ट्यन्तं, जेः षष्ट्यन्त्यं, जुस् प्रथमान्तम्. अवगतं किल? स्थानि जेः इति एव स्थानि, जेः स्थाने जुस् आदेशः भवति प्रथमान्तम्. अस्तु, अस्माकम् अष्टाध्यायी इति पुस्तके एकसप्ततितमपुटं 71 आम् 71 एव तत्र लस्य इति अधिकारः प्राप्तं वा? आं भगिनि, तत्र लस्य इति अधिकारः, अनन्तरं तिप्तस्ति सिप्तस्थ इति अस्माकं मूलप्रत्ययाः. लस्य स्थाने मूलप्रत्ययाः आगच्छन्ति. अनन्तरं सूत्राणि सन्ति सर्वे सिद्धप्रत्ययाः साधनार्थम् एव. तत्र वयम् अस्माकं परिचितसूत्रं लोटो लङ्वत् वयं जानीमः. प्रथम सूत्रं टिक् आत्मनेपदानाम् आत्मनेपदविषये तद् वयम् इदानीमेव पश्यामः. परन्तु लोटो लङ्वत् इति पञ्च अशीतितमं सूत्रम् 85 लोटो लङ्वत् वयं जानीमः. एरुः जानीमः, सेह्यपिच्च जानीमः, मेर्निः इत्यपि जानीमः. सर्वे लोट् लकारस्य विषये, आमेतः अपि लोट् लकारे. अनन्तरं सवाभ्यां वामौ इति सूत्रम्. अनन्तरम् आडुत्तमस्य पिच्च अपि लोट् लकारे. अनन्तरं लोटोटौ नास्ति, तत्सर्वं वेदे. नित्यं नितः इति सूत्रमस्ति किल, तदेव अस्माकम् इदानीं लङ्लकारस्य अपि तस्य प्रसक्तिः, लोट् लोटि अपि तस्य प्रसक्तिः, अनन्तरम् इदानीं विधिलिङ् तत्रापि तस्य प्रसक्तिः वयं दृष्टवन्तः किल. सकारलोपः नित्यं नितः, उत्तमस्य इति अनुवृत्तिः आगच्छति, उत्तमस्य सकारस्य नित्यं नितः, सर्वदा मनसि भवेत्. अनन्तरम् इतश्च इति सूत्रम्. इतश्च सूत्रमपि नित् लङ् लकारेषु, क्षम्यतां, नित् लकारेषु तस्य प्रसक्तिः. अनन्तरं तस्तस्तमेपां तान्तं तामः, तस्यापि प्रसक्तिः. लोटि लङि लिङि. लिङ्गः सियूट्, तदेव वयं तद् इदानीं न आगच्छति, तद् आत्मनेपदि विषये आगच्छति. तस्य अग्रिमसूत्रं पश्यतु, यासुत् परस्मैपदेषु उदात्तो निच्च, तत्सूत्रमेव वयम् इदानीं पठामः. तत्र एव यास् इति आदेशः आगच्छति. परन्तु परस्मैपदसूत्राणां प्रत्ययानां विषये एव तस्य आगमः भवति. 103 यासुत् परस्मैपदेषु उदात्तो निच्च इति सूत्रम् अग्रिम पुटसङ्ख्या अग्रिम अत्र किं जेर्जुस् इति अपि अस्ति. आम् 108 यद् प्रथमम् अस्ति 104 आम् किदाशिषि इति आशीर्लिङ्गि तस्य कार्यं. जस्य रन् इति वयं यदा आत्मनेपदं पश्यामः तस्मिन् विषये तत्र जस्य रन् इतौ अत् सर्वम् आगच्छति. अनन्तरम् अस्माकं जेर्जुस् इति सूत्रं, परिचितसूत्रम्. अनन्तरं सिजभ्यस्तविधिभ्यश्च तद् यदा वयम् अनदन्त अङ्गं विषये पश्यामः तस्मिन् समये तदागच्छति. अत्र किम् अस्ति इत्युक्ते एकं सूत्रं क्रमेण अस्ति, यद् यदा टिप्त् अस्ति इति मूलप्रत्ययः अस्ति तस्मिन् तस्मिन्नेव पादे सर्वाणि सूत्राणि दत्तानि. अस्तु अस्तु, यासूत् पठामः. राजेन्द्रमहोदय. आं भगिनि, यासुट् परस्मै पदेषु उदात्तं उदात्तो निच्च निच्च निच्च लिङ्ग् लकारस्य परस्मैपदे प्रत्ययानां यासुट् आगमो भवति, सव स च आगमो नित्वत् विधिसूत्रम् अतिदेशसूत्रं च लिङ्गस्युट् इत्यस्य अपवादः. आद्यन्तौ टकिटौ टकिटौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति. यासुट् प्रथमान्तं परस्मैपदेषु सप्तमी अन्तम् उदात् प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रं लिङ्गः स्युट् इत्यस्मात् लिङ्ग् इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लिङ्गः लस्य परस्मैपदानां यासुट् उदात्तः नित् च. सूत्रं वदति यत् लिङ्ग्लकारस्य लिङ्ग्लकारस्य अपि च विधे लिङ्ग्लकारस्य तत् परस्मैपदे धातुः सन्ति, परस्मैपदे धातुः सन्ति तत् तत्र प्रत्ययानां यासुट् प्रत्ययानां यासुट् आगमः भवति. यासुट् टित् अस्ति तत्कारणात् तत् आद्यन्तौ टकितौ सूत्रेण तत्र प्रत्ययः प्राक् आयाति. यासुट् परस्मैपदे पदेषु धातौ निच् च तत्र लिङ्गः स्युट् इत्यस्य अपवादभूतसूत्रमस्ति. यासुट् प्रथमान्तं परस्मैपदेषु सप्तमी अन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदं सूत्रं लिङ्गः स्युट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य अधिकारः सूत्रस्य अधिकारः. अनुवृत्तिसहितसूत्रं लिङ्गः लस्य परस्मैपदानां यासुट् उदात्तः नित् च. लिङ्गः यथा लिङ्गः लिङ्ग् लिङ्ग् लकारेषु लस्य लस्य सूत्रस्य अधिकारः अस्ति. परस्मैपदानां ये परस्मैपदे धातुः सन्ति लिङ्ग् लकारे तत्र तत्र यासुट् आदेशः आगच्छति. परस्मैपदे अपि च उदात् धातुः अपि तत्र भगिनि नित् नित् इति दत्तमस्ति, अतः उदात्तः इति अपि दत्तमस्ति. उदात्तसंज्ञकः नित् च उदात्तसंज्ञकः यासुट् इति आगमः महोदय. आगमः नित् च नित् नित् लकारेषु. भगिनि अत्र नित् च इत्यत्र तस्य किमपि प्रयोजनमस्ति वा अकारः? अस्ति एव, तदेव मम प्रश्नः अस्ति इदानीं. तत्र विधिसूत्रमपि अतिदेशसूत्रमपि इति दत्तमस्ति किल, तत्र किं महत्त्वं कार्यं करोति इति अस्ति. न प्रथमं विधिसूत्रम् इत्युक्ते तत्र तत्र किं प्रयोजनं, कथं जानीमः विधिसूत्रम् इति यासूत् परस्मैपदेषु धातो निच्च इति. यासुट् परस्मैपदेषु उदात्तो निच्च विधिसूत्रम् इत्युक्ते भगिनि यत्र लिङ्ग्लकारे तत्र परस्मैपदे धातूनां कृते तत्र तत्र यासुट् यासुट् आगमः भवति. तत्तु तत्तु विधिसूत्रम् अस्ति, परन्तु अतिदेशसूत्रं यथा नित् च अस्ति तत् कारणात् तत् अतिदेशसूत्रम् अपि कार्यं करोति सूत्रे. सम्यक्, तदेव तदेव. तत्र तु यदा भवान् उक्तवान् तत्र आगमः इति कार्यम्, अतः विधिसूत्रं. तत्र ङित् इति आरोपितमस्ति. यासुट् इति यदा आगमः एव इति वदामः चेत् तत्र कार्याणि भिन्नरूपेण भवति. तत्र ङित् अपि भवतु इति तत्र ङित्वम् आरोपितमस्ति. यत्र ङित्वं नास्ति तत्र किं भवति? ङित्वत् कारणेन तत्र गुणनिषेध गुणवृद्धिनिषेधः भवति. तद् वयं यदा इदानीं न भवति अकारान्त किमपि तत्र न तत्र प्रायः न भवति. स्वादिगणे वा अनदन्ताङ्गविषये वयं यदा पश्यामः तत्र गुणः गुणबाधितं भवति ङित् कारणेन. तत्र गुणवृद्धिनिषेधः भवति. अतः एव विधिसूत्रम् अपि च अतिदेशसूत्रं यासुट् इति परस्मैपदेषु उदात्तनिच्च बहु मुख्यसूत्रमस्ति. तस्य प्रसक्तिः यदा विधिलिङ्ग् लकारेषु अदन्त अनदन्ताङ्गेषु तत्र कार्यं भवति एव. परन्तु परस्मैपदेनाम् एव कार्यं तत्र लिङ्गः सियूट् इति सामान्यसूत्रमस्ति. तदेव प्रथमम् अस्ति किल लिङ्गः सियूट् इति सामान्यसूत्रमस्ति. तत्र तु परस्मैपदि वा आत्मनेपदि वा इति किमपि न दत्तमस्ति. परन्तु यत्र परसूत्रं यासु परस्मैपदेषु उदातो निच्च इति सूत्रे परस्मैपदी इति दत्तमस्ति इति कृत्वा लिङ्गः सियुट् आत्मनेपदे एव कार्यं करोति. अतः तद् अपवाद इत्यस्य अपवादः यासुट् परस्मैपदेषु उदातो निच्च लिङ्गः सियुट् इत्यस्य अपवादसूत्रम्. सम्यक् उत्तमं महोदय. कर्तरि शप् अस्ति तथा एव कर्तरि शप् आम् तदा अन्यत् अन्यत् कर्तरि शप् कर्तरि शप् इति एकम् अपि च अन्यत् तत् प्रबाद्य अन्य आगच्छति इति तदेव. तत्र वयं यदा आत्मनेपदी दृष्टवन्तः किल पर शेषः परस्मैपदम् इति सूत्रं तादृशमेव. एकं सूत्रं दत्तमस्ति तत् सामान्यसूत्रं. द्वितीयसूत्रं तत्र स्पेसिफिकलि किमपi तत्र उक्तमस्ति चेत् पूर्वसूत्रस्य अपवादः भवति. पूर्वसूत्रस्य अर्थमपि वयम् अवगन्तुं शक्नुमः. इदानीं वयम् अवगन्तुं शक्नुमः लिङ्गः स्यूत् आत्मनेपदीनाम् एव. किमर्थम् इत्युक्ते यासु परस्मैपदेषु इति दत्तमस्ति इति कृत्वा. भगिनि परस्मैपदेषु उदात्तः इति प्रयोजनम् उदात्तः इत्यस्य प्रयोजनम् इदानीं तु नास्ति एव. पूर्वतनकालेषु तदेव वयं दृष्टवन्तः किल उदात्तस्वरितचिह्नानि स्वरचिह्नानि इति. इदानीं तस्य प्रयोजनं किमपि नास्ति. यदा वयं धातुः स्वीकृत्य पश्यामः प्रायः यदा अस्ति चेत् अहं वदामि. तादृशं वयं वर्गे अपि न दृष्टवन्तः. उदात्त बहुषु सूत्रेषु उदात्तः अनुदात्तः इति दत्तमस्ति. यत्र बै डिफाल्ट् सर्वे सूत्राणि अनुदात्तः एव. यदा उदात्तः इति स्पष्टतया उक्तं चेत् तदपि अपवादः इति स्वीकरणीयम् इति कुत्रापि अहं पठितवती. परन्तु धातु यदा स्वीकृत्य कार्यं कुर्मः तत्र उदात्त अनुदातस्वरितविषये किमपि महत्त्वं नास्ति. वेदे एव तस्य कार्यं प्रायः प्रायः एक एव उदात्त भवति. अन्यत् अन्यानि सर्वे अनुदात्तः भवति. अनुदात्तः भवति अनुदात्तः. यद् द्वौ अस्ति चेत् द्वौ अनुदत्तः अस्ति चेत् प्रथमम् उदात्त अनन्तरं प्रथमं तु स्वरितः भवति अनन्तरं तु अनुदात्तः भवति. तादृशं वा? ओ तादृशं अन्य केनापि आगतं वा मध्ये? विनयभट्ट न वा? अस्तु, ध्वनिः श्रुता मया. अस्तु महोदय, भवान् एव अतो एः पठतु महोदय. आम् आमेव. आम् आम्. अतो येयः अदन्तात् अङ्गात् सार्धात्कप्रत्ययस्य यास् आगमस्य स्थाने इय आदेशो भवति. तदन्तविधिः येन विधि तदन्तस्य इत्यनेन अदन्तात् अङ्गात् अतः पञ्चमन्तं या लुप्त षष्टीकं पदम् इय प्रथमान्तम् इय योग अकार योगः अकारः उच्चारण अकार उच्चारणार्थं त्रिपदमिदं सूत्रं रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात् ओके अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गात् सार्वधातुकस्य या स्थाने या इति स्थाने इ आदेशः अस्तु अतो येयः अदन्तात् अङ्गात् सार्वत्रिकप्रत्ययस्य थास् आगमस्य यास् आगमस्य स्थाने इ आदेशः भवति इति अस्ति इ आदेशः यास् स्थाने इ आदेशः येन विधि सदन्तस्य इत्यनेन अदन्तात् अङ्गात् विधिः अतः षष्ट्यन्तं स्थाने यास् स्थाने इ आदेशः यास् अवगतं किल हा यास् अवगतं यास् स्थाने या इति अन्तिमे या इति स्थाने इ आदेश इति दत्तमस्ति न न यास् इत्यस्य स्थाने एव इय इति आदेशः यासुट् इत्यस्य टकारस्य लोपः भूत्वा यास् इति अवशिष्यते यास् इत्यस्य स्थाने इय इति आदेशः तद् प्रथमं कदा भवति अतः अङ्गात् यदा अङ्ग अकारान्त अङ्ग चेदेव अकारान्त अङ्गम् अस्ति एव तत् सार्वधातुकप्रत्ययस्य सार्वधातुके एव तस्य प्रसक्तिः आर्धधातुके तस्य प्रसक्तिः नास्ति अस्तु अदन्तात् अङ्गात् इति यदा दत्तमस्ति अकारान्तात् अङ्गात् इदानीम् अस्माकं प्रश्नः उदेति अकारान्तात् अङ्गात् इत्युक्ते यस्य अन्ते अकारः अस्ति वा तदेव वा इति अतः तत्र येन विधिस्तदन्तस्य इत्यस्य कार्यं भवति तद् आगत्य वदति यद् अकारः अन्ते अस्ति न केवलं तद् परन्तु यत्र तादृशम् अङ्गं यस्य अन्ते अकारः अस्ति तदपि स्वीकरणीयम् इति यत्र यत्र अस्माकं भ्रमः भवति कस्य ग्रहणम् इति तत्र तत्र येन विधिस्तदन्तस्य आगच्छति अदन्तात् अङ्गात् इति तत्र यत्र क्लारिटि नास्ति इति वदामः किल अदन्तात् अङ्गात् इत्युक्ते अकारः एव वा इति अकारः अपि स्वीकरणीयं परन्तु यत्र अङ्गस्य अन्ते अकारः अस्ति तदपि स्वीकरणीयम् इति विधिः तस्य विधिः अन्तविधिः तद् स्पष्टीकरोति येन विधिस्तदन्तस्य स्पष्टीकरणं परन्तु भगिनी या लुप्ति लुप्तषष्टीकमिति अस्ति किमद् या तस्मिन् विषये एव अग्रिमपरिच्छेदत्रयम् अस्ति लुप्तषष्टिकम् इत्युक्ते किमर्थं तद् इति किञ्चित् तर्कपूर्णविषयः अस्ति इति कृत्वा एव तद् अस्तु तदेव विषयः अग्रे आगच्छति तद् इदानीं यास् स्थाने इति तदेव अस्तु अनुवृत्तिसहितसूत्रं पुनः पठतु महोदय परिशीलयतु अनुवृत्तिसहित अनुवृत्तिसहितसूत्रम् अतः अङ्गात् इत्युक्ते अतः अङ्गात् परस्य सार्वधातुकस्य सार्वधातुकप्रत्ययस्य या स्थाने इति स्थाने इय आदेशः इति अताङ्गात् पञ्चमी अस्ति, तत्र कार्यं परं भवति सार्धातुक येन विधिसन्त सार्धातुक अङ्गं सार्धातुकप्रत्यय तत्र यास् यास्थाने यादेशः इति यास् इति अस्ति चेत् तस्य षष्टि अन्तं भवति यासः इति. तस्य लुप्तषष्टिकं पदं कृत्वा, लुप्तषष्टिकम् इत्युक्ते तस्य सः इत्यस्य भागस्य लोपं कृत्वा या इत्येव स्वीकृतवन्तः. किमर्थम् इति अग्रे दत्तमस्ति, या इत्यस्य स्थाने इयः इति आदेशः, इयः इति प्रथमान्तं पदम्. अवगतं किल? आं भगिनि. सार्वधातुकस्य या इत्येव मुख्यं, सार्वधातुकप्रत्ययस्य यास् एव, आर्धधातुकस्य न भवति. अतः अङ्गात् यदा भवान् उक्तवान् विशेषणविशेष्यभावः अस्ति, कीदृशम् अङ्गम्? अत् इति अङ्गं, यस्य अन्ते अत् इत् अस्ति तादृशम् अङ्गम् इति. सम्यक्. श्रीवल्ली भगिनी, लोपो व्योर्वलि. क्लारिफिकेशन्, अङ्गस्य इति विभक्तिविपरिणाम् अङ्गात् इति पञ्चमी विभक्ति, अतः किमर्थम् इत्युक्ते अङ्गस्य इति अनुवृत्तिः आगच्छति, परन्तु अस्माकं कार्यं तु अङ्गस्य इति स्थाने न भवति, अङ्गात् परम् एव अस्माकं कार्यं भवति. अतः अङ्गात् इति पञ्चमी अन्तं, तस्य परिणामं कृत्वा पञ्चमी अन्तम् अदन्तात् अङ्गात्. लोपो व्योर्वलि, वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपः भवति. वकारः च यकारः च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः षष्टि. लोपः प्रथमान्तं, व्योः षष्ट्यन्तं, वलि सप्तमन्त्यं, त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं. व्योः लोपः वलि, लोपो व्योर्वलि, वल् प्रत्याहारे इति यकारः वर्जित्वा सर्वे हल् वर्णानि, परे पूर्वं वकार यकारयोः लोपः भवति. तत्र किं करोतु, वल् प्रत्याहारे परे परे परे इति एकं कमा स्थापयतु, अनन्तरं पूर्वं विद्यमानयोः, वल् प्रत्याहारे पूर्वं विद्यमानयोः वकारयकारयोः लोपः भवति. वल् प्रत्याहारे वलि सप्तम्यन्तं, वल् प्रत्याहारे परे कुत्र भवति इति एकवारं पश्यतु भगिनि. तकार इत्यस्य तत् स्वीकरोतु, तत्र किं भवति? टिप् स्थाने यासुट् टिप् स्थाने न, टिप् इति प्रत्याहारे पकारस्य लोपः इत्संज्ञका भवति, ति इति अवशिष्यते. सो परस्मैपदेषु प्रत्ययात् आसुट् इति आगमः, प्रत्ययात् प्राक् आयाति, यास् योगः तकारः, इतश्च इति सूत्रेण इकारस्य लोपः भवति, यास् इति योगः तकारः भवति, यास् इति अदम् तद् धातुः विषये एव, तद् इदानीं आवश्यकम्. यास् योगः तकारः, तकारः तकारः वल् प्रत्याहार वलादिः वलादिः इति वकार वकारयकारयोः लोपः भवति. परं प्रथमं या स्थाने इय इति आदेशः, आदेशः अदन्तमङ्गम वा न वा वयं न जानीमः, परन्तु या स्थाने इय इति आदेशः. किमर्थम् इत्युक्ते अस्माकं प्रसङ्गः इदानीं भुआदिगण चुरादि दिवादि तुदादौ तत्र सर्वत्र अदन्तम् अङ्गमेव आदेशः भवति. इय आदेशस्य एकारस्य लोपः लोपो व्योर्वलि इति सूत्रेण एकारस्य लोपः भवति. सम्यक् वल् प्रत्याहारे परे पूर्वं विद्यमान बकारयकारलोपः हरयोः लोपः भवति. बहु मुख्यसूत्रमस्ति. बहुषु स्थलेषु तस्यापि प्रसक्तिः भवति. अन्येषु स्थलेषु अपि न केवलं विधिलिङ्ग् लोपो व्योर्वलि इत्यस्य सूत्रस्य प्रसक्तिः बहुषु स्थलेषु भवति. व्योः लोपः वलि इति दत्तमस्ति किल. यत्र यत्र वल्प्रत्याहारस्थवर्णः परे अस्ति पूर्वं स्थितस्य वकारयकारयोः लोपः भवति. तावदेव. तत्र अन्यत् किमपि निमित्तं नास्ति. अतः तस्य कार्यं बहुषु स्थलेषु भवति. अस्तु भगिनि, अत्र अस्तु ये यः विषये दत्तमस्ति किल तदपि पठामः एकवारम्. अत्र अतो येयः येयः इति रूपस्य संरचना विषये इतः अपि वक्तव्यं. या योगः इयः इति अस्ति. या लुप्तषष्टिकं पदम् इति उपरि दत्तं. यासः तु यास् आगमस्य षष्टिविभक्त्यन्तं रूपम् अभवश्येत्. यासः इयः इति अधुना यासः इति अस्य षष्ट्यन्तलोपार्थम् एकं सूत्रम् अस्ति. सुपां सुलुक् पूर्वसवर्णाच्चेयाडाढ्या याजालः येन छन्दसि नाम वेदे एतादृशलोपः लुक् विधीयते. अष्टाध्यायी सम्बन्धे छन्दोवत् सूत्राणि भवन्ति इति मत्वा अस्य सूत्रस्य प्रसक्तिः भवति अत्र एव. तर्हि अधुना षष्ट्यर्थे यास् इति एव भवति. अत्र अतोयेः इति सूत्रेण अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने इ आदेशः भवति. अत्र येयः इति रूपं विषये इतः अपि वक्तव्यम्. स्पष्टं नास्ति भगिनि. येयः इति स्थाने न तत्र अतो येयः इति दत्तमस्ति. परन्तु अस्माकम् आगमः तु इय आदेशः इति अस्ति किल. तत्र येयः इति किमर्थं येयः येयः कथम् आगच्छति इत्युक्ते या योगः इयः येयः सन्धि आकार इकारयोः गुणसन्धि भूत्वा येयः इति आगच्छति. तत्रापि किं भवति, या इत्यत्र लुप्तषष्टिकं पदम् इति उपरि एव दत्तमस्ति. या इति लुप्तषष्टिकं पदं तत्र किं भवति, किमर्थम् इति दत्तमस्ति. तत्र यासः इति यास् इत्यस्य षष्टिविभक्ति तु यासः. यासागमस्य षष्टिविभक्त्यन्तं रूपम् अभविष्यत् यासः. तत्र यासः इयः इति एव भवेत् सूत्रम्. अतो यासः इयः इत्येव भवेत्. परन्तु तादृशं नास्ति. किमर्थम् इत्युक्ते तत्र एकं सूत्रमस्ति, तद् दीर्घसूत्रं. सुपां सुलुक् पूर्व सवर्णोच्छेया आढ्याजालः इति सूत्रमस्ति. तत् सूत्रं छन्दसि एव तस्य प्रयोगम् अस्ति. किमर्थं तत् सूत्रं किं वदति इत्युक्ते, छन्दोवत् सूत्राणि भवन्ति. यदा तस्मिन् सूत्रे कार्यं भवति तत्र एतादृशलोपः, यदा यास् इति पदमस्ति तस्य लुप्तषष्टिकं करोतु इति तत् सूत्रं वदति. परन्तु तस्य कार्यं तु छन्दसि एव भवति. तादृशं कार्यम् अष्टाध्याय्यामेव अपि भवतु इति. छन्दोवत् सूत्राणि भवन्ति, यत्र छन्दसि वेदे कार्यं भवति. तादृशं कार्यम् अष्टाध्याय्याम् अन्यसूत्रेषु अपि भवति इति मत्वा अस्य सूत्रस्य सुपाम् इति दीर्घसूत्रस्य प्रसक्तिः अत्र अपि भवति तेन किं भवति तत्र यास् इत्यत्र लुप्त यासः इत्यत्र लुप्तषष्टिकं तत्र सः इत्यस्य भागस्य लुप्तषष्टिकं भवति तत्र कथं भवति इति अपि दत्तमस्ति अग्रिमपरिच्छेदम् एक तत् वाक्यमपि पठतु भगिनि यास् ससजुषो रुहुः इत्यनेन पदान्ते सकारस्य स्थाने रु आदेशः या रु भो भगो अघो अपूर्वस्य योषि इत्यनेन अशि परे अवर्णात् उत्तरस्य रु स्थाने एकारादेशः याय् लोपः शाकल्यस्य इत्यनेन अशि परे अवर्णपूर्वकस्य पदान्तयकारस्य दीर्घं पदान्तयकारस्य विकल्पेन लोपः या इति भवति यास् रूपं यासः ओके यास् रूपं कथं ससजुषो रुः इति सूत्रेण पदान्ते सकारस्य स्थाने रु आदेशः भवति सो यास् यारु भवति सकारस्य स्थाने रु आदेशः भो भगो अघो अपूर्वस्य यो अशि इति सूत्रेण अशि परे अवर्णात् उत्तरस्य रुस्थाने यकारादेशः भवति ये सूत्रेण यारु इति याय् इति भवति ऋकारस्य स्थाने यकारः आदेशः भवति इति याय् इति रूपं भवति याय् लोपः शाकल्यस्य इत्यनेन अशिपरे अवर्णपूर्वकस्य पदान्तयकारस्य विकल्पेन लोपः या इति भवति या इति भवति लुप्तषष्टीकं पदम् इति अत्र अस्ति कथं या इति यासि या इति कथं भवति इति दत्तमस्ति भो भगो अगो अपूर्वस्य योषि इति प्रायः सन्धिसमये पठितवन्तः तत्र तस्य कार्यं पदान्ते अवर्णात् परस्य रु इत्यस्य स्थाने यकारादेशः अनन्तरं लोपः शाकल्यस्य विकल्पेन तत्र यकारस्य लोपः अशि परे अतः एव या इति भवति राजेन्द्रमहोदय अन्तिमपरिच्छेदम् इदमपि भगिनि आम् आम् इदमपि वाच्यं यत् बहुकालात् वैयाकरणानां विवादः प्रवर्तते अस्मिन् विषये केचन वदन्ति यत् यः एव यास् इत्यस्य षष्टिविभक्त्यन्तं रूपं यथा द्वितीयविभक्तौ बहुवचने विश्वपा योगशस् विश्वपा योगास् अतो धातोः सूत्रेण तत् इत्येन आलोपः विश्वप योगास् विश्वपः इति रीत्या पदस्य आलोपः भवति एवं चेत् तर्हि यास् योग इ यः योग इ विसर्गसन्धिः य योग इयः साधारणतया अत्र गुणसन्धिः आदिगुणः न भवति यतोहि विसर्गसन्धिः असिद्धा भवति पूर्वत्र असिद्धम् इत्यनेन परन्तु अस्मिन् पक्षे ते व्याकरणाः वदन्ति यत् अत्र गुणसन्धिः भवति पुनः अन्ये व्याकरणाः वदन्ति यत् सूत्रं स्वयम् अतो यासि यः इति अस्ति न तु अतो येयः अत्र यासि यः इति षष्ठी तत्पुरुषसमासः किञ्चित् बहु किमपि अस्ति भगिनी अत्र अस्माकं यदा वयं न्यायवर्गे पठामः तादृशं चिन्तनमस्ति मतभेदः अस्ति वैयाकरणानां विषये ते एकपक्षं वदति या अतो यासीयः अस्ति अन्यपक्षे वदति न न अतो येयः एव अस्ति इति तत्र विसर्गसन्धिः यदा कुर्मः तत्र विसर्गसन्धिसूत्रं तु त्रिपाद्याम् अस्ति, तत्र आद्गुणः एव भवेत् इति एकपक्षः वदति. तत्र आद्गुणः भूत्वा इयः इति यकारयोः इकारयोः आद्गुणः भवति इति एकसूत्र एकपक्षः वदति. अन्यत् वदति न न, यत्र यद्यपि तद् त्रिपाद्याम् अस्ति अत्र तस्य कार्यं न भवति, तत्र गुणसन्धिः तु भवति एव इति वदति. तदेव तत्र विषयः, मतभेदः अस्ति वैयाकरणानां विषये इति. ते एक अतो यासीयः इति केचन स्वीकुर्वन्ति, अतो येयः इति केचन स्वीकुर्वन्ति इत्येव दत्तमस्ति. परन्तु अस्माकं कृते अतो येयः सूत्रमेव, तद् यासुट् इत्यस्य स्थाने यास् इति आगमस्य स्थाने इय इति आदेशः भवति अदन्त अङ्गानां कृते इत्येव अस्माकं विषयः अत्र. अतो यास्यः अत्र सूत्रम् अस्ति वा अष्टाध्यायी? नास्ति, अतो येयः इत्येव दत्तमस्ति. किमर्थं तादृशं लुप्तषष्टि अङ्कं पदं किमर्थम् इत्येव. तावदेव. इदानीं वयं सार्वधातुकलकाराणां परस्मैपदीधातुः अदन्त अङ्गानां कृते वयं साधितवन्तः. लट् लोट् लङ् विदिलिङ् साधितवन्तः. दशनिमिषम् अस्ति, अतः आत्मनेपदी अपि वयम् आरम्भं कुर्मः. अस्तु, रघुपतिमहोदय. आत्मनेपदीधातूनाम् अदन्त अङ्गानां कृते सिद्धप्रत्ययाः. आत्मनेपदीधातूनां मूलतिङ्प्रत्ययाः त आतांस था साथां ध्वम् इड् वहि महीङ्ग. अत्र सिद्धान्तः, आत्मनेपदविषये टित् लकारेषु नित् लकारेषु पृथक्तया भिन्नकार्याणि भवन्ति. तानि कानि इति अग्रे पश्यामः. अन्यच्च अधः लिखितेषु नियमेषु के सामान्याः के विशेषः इति विशेषाः इति सदा मनसि निधाय अग्रे गच्छेम. अस्तु, आत्मनेपदविषये आत्मनेपदानां सिद्ध मूलप्रतिङ् प्रत्यय अस्ति त आतांस था साथांस्वम् इट् वहि महीङ् अत्र अत्र टित् लकारेषु भिन्नकार्याणि, नित् लकारेषु भिन्नकार्याणि भिन्नकार्याणि अत्रापि. यथा वयं वयं परस्मैपदेषु अपि दृष्टवन्तः किल भगिनि, तत्रापि. परन्तु तत्र किम् अभवत्? तत्र तादृशम् अत्र नास्ति, अतः एव लोटो लङ्वत् इति तत्र दत्तमस्ति. तद् अत्र न स्वीकरणीयम् आत्मनेपदि विषये. तस्य प्रसक्तिः परस्मैपदीनां विषये एव अस्तु. अस्तु, तानि कानि अग्रे पश्यामः. अस्तु, अन्यच्च अधलिखितेषु नियमेषु के सामान्य के विशेषः इति सदा मनसि निधाय अग्रे गच्छेम. यथा टित् लकाराः नाम टकार इति येषां ते लट् लिट् लुट् लृट् लोट्, तथैव नित् लकाराः नाम नकारः ञकारः इत् येषां ते लङ् लिङ् लुङ् लृङ् अग्रे पठामि. आत्मनेपदे लट् लकारस्य तिङ् प्रत्ययसिद्धिः नियमः. प्रथमनियमः अस्ति, टित् लकारणं स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारः. टि इति एका संज्ञा अस्ति. कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टि संज्ञा भवति. यथा राम इति शब्दः, अत्र मकारोत्तर अकारः टि संज्ञा अस्ति. तथैव हरि शब्दे इकारस्य टि संज्ञा अस्ति. मनस् इत्यस्मिन् अस् इत्यस्य टि संज्ञा. यथा त इति प्रत्ययः, अत्र टि भागः अ एव अस्ति, तस्य स्थाने एकारः. ते इति भवति, अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् उभयत्र इदं कार्यं विधीयते. अस्तु, अत्र टित् टित् लकारणं विषये दत्तमस्ति, विशेषमस्ति. टी भागस्य स्थाने टी संज्ञा इति अस्ति, टी इति काचन संज्ञा अस्ति. किम् इत्युक्ते तत् संज्ञा का इत्युक्ते अन्तिमस्वरः अस्ति चेत् तदेव टी संज्ञा भवति, यदा अन्तिमस्वरः नास्ति चेत् तदनन्तरं हल् वर्ण सोरि अपि च तस्य स्वरस्य अनन्तरम् अन्तिमस्वरस्य अन्तिमस्वरस्य अन्तिमस्वरस्य अपि च अनन्तरं किमपि हल् वर्ण हल् वर्ण अपि अस्ति चेत् मिलित्वा तयोः टि संज्ञा भवति. यथा राम इति अस्ति, अत्र अन्तिम अकार अस्ति, अतः अकार एव टि संज्ञा अस्ति. परन्तु इदानीं इदानीम् अन्यत् अस्ति, मनस् इति अस्ति, अत्र सकार अन्तिमवर्णः अस्ति, परन्तु स्वर पूर्वमस्ति. अस् अस्ति अन्तिमम् अन्तिमस्वर अस्ति अकार, तदनन्तरं सकार अस्ति, अतः अस् सम्पूर्णं टि संज्ञा भवति, अस् इत्यस्य टि संज्ञा भवति इति दत्तमस्ति. यथा त इति प्रत्यये तकारस्य तकारस्य अनन्तरम् अकारः अस्ति, अतः अकार एव टि संज्ञा. ते इति टि संज्ञा अस्ति, टि भागः अस्ति, तस्य स्थाने एकार. अस्तु, ओके, अकारस्य स्थाने टि संज्ञायाः एक टि संज्ञायाः एकारः भवति इति एकारः इति एकार इति आदेशः वा आदेश ते इति यत् टि टि यदि टि संज्ञक स्वर हल्लियुक्तस्वरः अस्ति चेत् तत्र सर्वत्र एक आदेशः भवति वा? पुनः महोदय इति इदानीं मनस् इति चिन्तयतु, मनस् अस्ति अस्थाने इति टि संज्ञा एकार इति भवत् इति पश्यामः चिन्त इति वयं चिन्तयामः मनस् इति मने भवति इति वा? अस्थाने एकार अस्थाने एकार परन्तु एतदपि भवेत् तत् प्रत्ययानां विषये एव प्रत्ययानां विषये परन्तु इदानीं मनस् इति प्रत्ययः अस्ति उदाहरणरूपेण उदाहरणरूपेण अस्थाने एव अस्थाने एकारः भवति. अस्थाने आं पूर्णतया अस्थाने अस् इति टि संज्ञा, टि संज्ञास्थाने एकारः, अतः अस्थाने एकारः मने इति भवति. अनेकाल् अनेकाल् मध्ये एक एकाल् भवति इदानीम् अस्थाने ए आं परन्तु अस् अनेकाल् अस्ति न न किं जस्ट् एतत् अहं मम अब्सर्वेशन् अस्थाने सम्यक् एव आम् एकाल् एव आदेशः परन्तु टि अका अनेकाल् अपि भवितुम् अर्हति. टि संज्ञा अनेकाल् अपि भवितुम् अर्हति आम् आं सत्यमेव आम् अनेकाल् शिक्षकस्य पश्यामः तदग्रे प्रायः आगच्छति. आम् इदानीम् अतः प्रथमं बिन्दु प्रथमं बिन्दु अस्ति टित् लकारणं टित् सोरि टि संज्ञकस्य स्थाने एकारादेश इति. अस्तु, टित्लकरणमेव विषये टित्लकरणमेव विषये अस्तु आम् अदन्तम् अनदन्तं द्वयोः अपि उभयत्र अस्य कार्यं भवति तद् मनसि भवेत् तदपि आम्. इदानीं द्वितीयं पठतु महोदय. द्वितीयम् अदन्तात् अङ्गात् परस्य अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् नाम यदि अङ्गम् अदन्तम् अस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति. अङ्गम् अदन्तम् अदन्तम् अङ्गम् अस्ति दीर्घ आकारः अस्ति चेत् तस्य स्थाने इकारादेशः इकारः भवति तत् स्थाने इकारः भवति अताम् अताम् अपि आताम् अनयोः वयं आताम् आताम् इति प्रथमाविभक् सोरि प्रथमपुरुषस्य द्वितीय द्विवचनमस्ति आताम् इति मध्यमपुरुषस्य द्विवचनं तत्र अताम् इ आदेशः भवति किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि सोरि अङ्गम् अनदन्तं चेत् आकारस्य स्थाने अनन्दन् एकनिमिषं भगिनि आताम् आताम् अनयोः स्थितस्य आकारस्य स्थाने इ अङ्गम् अनन्दन्तम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवत्येव किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि टिस्सु निस्सु उभयत्र इ आदेशः भवति वस्तुतः इ आदेशः भवति तदा यकारस्य लोपः वल् प्रत्याहारे परि अस्तु इदानीं आताम् अनयोः स्थाने चित्रस्य आकारस्य आकारस्य आदेशः न भवति अस्तु अदन्तम् अङ्गमस्ति चेत् आकार आकारान्त आताम् अपि आताम् आताम् आताम् अनयोः अस्तु आकार अस्तु यत्र आतनेपदप्रत्ययेषु आकार आकारप्रत्ययाः सन्ति तेषाम् इ आदेशः भवति अत्र केवलं आकारस्य स्थाने एव इ आदेशः आकारस्य स्थाने एव आदेशः अस्तु इदानीम् आकार एव आताम् आताम् स्थानद्वये द्वये एव स्तः अतः तत्र इ आदेशः भवति अनदन्तम् अङ्ग अस्ति चेत् तस्य न भवति इ आदेश वस्तुतः इ आदेश एव यकारस्य लोपः भवति किमर्थमिति चेत् अनन्तरम् आताम् अस्ति अस्ति अतः तकार अस्ति लोपोर् वोर् तदेव सूत्रमस्ति वा लोपोर् तदेव सूत्रम् अकारस्य स्थाने इकार इ आदेश यकारस्य लोपः अतः इ एव अवशिष्यते मध्यपुरुषस्य स्थास्थाने से आदेशः मध्यपुरुषस्य स्थास्थाने से आदेशः अयम् आदेशः टिस्सु लकारेषु भवति स्थास्थाने से आदेशः तासः स्थाने से आदेशः तासः इति मध्यमपुरुष एकवचनप्रत्ययः तस्य स्थाने पूर्णतया से इति आदेशः भवति अत्र किमपि अन्यत् कार्यं किमपि नास्ति साक्षात् तासः स्ते से इति सूत्रेण तास स्थाने से इति आदेशः तत्र केवलं निस्सुलकारेषु एव से आदेशः निस्लकारेषु इ आदेशः तु आकारस्य स्थाने एव आगच्छति तासः से इति सूत्रं भिन्नकार्यं तत्तु मध्यमपुरुषस्य एकवचने तासः स्थाने से आदेशः तद् कार्यमपि टित्सु लकारेषु एव लट् लोट् इति प्रथमं वयं लट् लोट् पश्यामः अनन्तरं नित् वयम् आनयामः किं भवति इति तादृशमेव प्रथमम् अदन्तं सम्यक्तया अवगच्छामः अनदन्तम् अनन्तरं पश्यामः तत्र भ्रमः न भवति तत्र किं कार्यं भवति न भवति इति पुनः पुनः तद् क्लेशः न भवति अदन्तं प्रथमं सम्यक्तया अवगच्छामः अनन्तरम् अनदन्तं प्रथमम् इदानीम् आत्मनेपदी टित् लकारः लट् लोट् अवगच्छामः अनन्तरं लङ् विधिलिङ् प्रति गच्छामः अतः नियमत्रयं प्रथमं टी संज्ञा किम् इति अवगन्तव्यम् अनन्तरं टी स्थाने ए इति आनयनम् इति प्रथमकार्यं द्वितीयम् अस्ति आकारस्य दीर्घ आकारस्य स्थाने इत्वम् इति कार्यमेव इत्वम् इति मनसि भवेत् इताम् इथाम् इति रूपद्वयं रूपद्वयं न भिन्नभिन्नरूपम् इति. अनन्तरं मध्यमपुरुषे तासः स्थाने साक्षात् से इति आदेशः पूर्णतया आदेशः भवति. तदपि यदा भवान् उक्तवान् अनेकाल अस्ति तासः स्थाने से इति, तदपि वयं पश्यामः अग्रिमसप्ताहे. अस्तु, समापयामः वा अद्य? धन्यवादः. धन्यवादः. शुभरात्रिः. अग्रिमसप्ताहः तु 25th December अस्ति. यदा न आगच्छति चेत् कृपया पूर्वं सूचयतु. वयं तु 3 वा 4 जनाः एव सन्ति, अतः एव आगच्छामि. अस्तु, राजेन्द्रमहोदय भवान्? भगिनी न जानामि, प्रायशः न आगन्तुं शक्नोमि. न आगन्तुं शक्नोति वा? ओ एवं वा. अस्तु, अहं महोदयमपि पृच्छामि. जनद्वयमस्ति, अहमपि अस्मि, त्रयजनाः वर्गं चालनीयं वा इति अहं सूचयामि. अस्तु अस्तु अस्तु अस्तु, धन्यवादः. धन्यवादः. धन्यवादः.